नारद उवाच यद्दर्शनं च विनिहन्त्यशुभानि सद्यः श्रेयस्तनोति भवदुःखदवार्दितानाम् निःशेषशेषमुखगीतकथैकपानाः प्रेमप्रकाशकृतये शरणं गतोऽस्मि। नारदः कुमारान् स्तौति कथं निःशेषशेषमुखगीतकथैकपानाः इयं सम्बोधना निःशेषं शेषमुखाद् गीतां कथां पीतवन्तः निःशेषशेषमुखगीतकथैकपानः कथा एकापानं येषां ते कथैकपानाः कीदृशी कथा निःशेषशेषमुखगीता कथा निःशेषं पूर्णतया शेषमुखात् अनन्तमुखात् गीता या भागवती कथा तद् एव पानं येषां ते तथाविधाः इति सम्बोधन भोः कुमाराः भवन्तः निःशेषतया शेषमुखाद् गीतां भागवतीं कथां पीतवन्तः खलु तथाविधाः भवतः अहं शरणं गतः अस्मि इति अन्युयते। तत्र कुमाराणां विशेषणानि यद्दर्शनं च विनिहन्त्यशुभानि सद्यः येषां दर्शनं यद्दर्शनं सद्यः अशुभानि विनिहन्ति सद्यः एव सर्वाणि अमङ्गलानि विनिहन्ति नाशयति तथा येषां दर्शनं श्रेयस्तनूति भवदुःखदवार्दितानां भवदुःखदवार्दितानां भवदुःख भवस्य दुःखं भवदुःखं तन्नाम दवः वनाग्निः तेन अर्दितानां जनानां भवदुःखदवार्दितानां जनानां श्रेयः क्षेमं तनोति यद् दर्शनं येषां दर्शनं तादृशान् भवतः अहं प्रेमप्रकाशकृतये प्रेम्णः स्नेहस्य प्रकाशकृतये प्रकाशार्थाय अहं शरणं गतवान् अस्मि इति अर्थः गतम् इति क्रियार्थात् पदात् मत्वर्थीयः अकारः तस्मात् गतः इत्यस्य गतवान् इति अर्थः शरणं गतवान् शरणागतिं गतवान् इत्यर्थः येषां दर्शनादि एव सद्यः अशुभानि नश्यन्ति येषां दर्शनं च भवदुःखार्दितानां मनुष्याणां श्रेयः तनोति विस्तारयति तादृशान् कुमारान् अहं नमामि इत्यर्थः किमर्थं प्रेमप्रकाशाय अहं नमामि इत्यर्थः अस्य श्लोकस्य वसन्ततिलकवृत्तम् उक्ता वसन्ततिलकात् अभजा जतौ जगौघः इति तस्य लक्षणम्।